अस्तु, तर्हि अस्माकं हौस् इन्दिः इति विषयः अस्ति. गतसप्ताहे केचन प्रश्नाः उत्पन्नाः अस्मिन् प्रसङ्गे यत् यत्र सन्धिः भवति तत्र कीदृशसन्धिः अस्ति, तत्र पूर्वपदस्य पदान्तत्वं भवति न वा इति. तस्मिन् प्रसङ्गे किञ्चित् लिखितमस्ति अत्र, भवत् योगः चक्षुः इत्यस्मिन् प्रसङ्गे. एकवारं पठन्तु, मम मनसि एवमस्ति यत् प्रायः अत्र आवश्यकता नास्ति सर्वेषां कृते, किन्तु तदर्थं लघु अक्षरैः लिखितमस्ति. ध्येयं यत् इत्यस्मात् आरभ्य लिखितमस्ति. हा, भवच्चक्षुः, भवच्चक्षुः, ततः प्रश्नः, प्रश्नशब्दस्य अधोभागे ध्येयं यत् यत्र सन्धिचिन्तनं भवति. सदा ज्ञातव्यं यत् प्रवर्तमानं सन्धिकार्यं पदान्ते अस्ति न वा इति प्रश्ने सति आहत्य सन्देशः अयं यत् पूर्वपदस्य पदत्वम् अस्ति एव. यद्यपि नूतनपदमस्ति भवच्चक्षुः, भवच्चक्षु इति प्रातिपदिकमस्ति, भवच्छब्दः इति पूर्वपदमिति वदामः. अग्रे एतत् सर्वम् आयास्यति, नाम अस्माकं पुस्तके क्रमेण सन्धि अनन्तरं समासपाठः भवति. तत्र अस्माभिः ज्ञास्यते यत् समासः स्वयं पदमस्ति, तस्मिन् यावन्तः भागाः सन्ति तेषामपि पदसंज्ञा भवति. इति कृत्वा भवत् चक्षुः, भवत् इति शब्दस्य पदसंज्ञा भवति इति कृत्वा, इति कृत्वा तावत् पठेम. अत्र भवत् योगः चक्षु इति परिच्छेदस्य अधोभागे यत् प्रदर्शितमस्ति, विद्याभगिनी किञ्चित् पठति वा? भवत् योगः चक्षु, भवत् योगः चक्षु, भवत् इति पदम् अस्ति इति कृत्वा जलां जशोन्ते कार्यं करोति. तकारस्य पदान्ते तकारात् जल् वर्णः अस्ति, तकारस्य तकारः भवत् चक्षुः. इदानीं स्तोश्चुनाश्चुः इत्यनेन चकारस्य चक्षु इत्यस्मिन् पदे चकारः अस्ति, चकारस्य प्रभावेन तकारस्य स्थाने च वर्गस्य तृतीयवर्णः आदेशः भवति. भवज् चक्षुः, चक्षु. इदानीं करी च इति कार्यं करोति, अतः अत्र जकारस्य स्थाने च वर्गस्य प्रथमवर्णः आगच्छति. किमर्थम् इत्युक्ते करी परे अस्ति. भवच् योगः चक्षु, इदानीं वर्णमेलने भवच् चक्षु, प्रथमाविभक्तौ एकवचने भवत् चक्षुः. हा, बहु समीचीनमस्ति. हा, यदि ततः अग्रे किं या पङ्क्ति अस्ति? एवमेव अग्रे यत्र कुत्रापि समासः अस्ति तत्र पूर्वपदस्य पदसंज्ञा मनसि निधाय सन्धिचिन्तनं करणीयम् इति अस्ति. अस्मिन् करपत्रे अपि च यत्र कुत्रापि समासः भवति तत्र प्रथमपदस्य पदसंज्ञा भवति एव इति मनसि निधाय सन्धिचिन्तनं करणीयमस्ति. हा, अस्तु, बहु समीचीनमस्ति इति अलम्. अनन्तरं चित्चन इति सत्त्वसन्धिप्रसङ्गे पश्येम एकवारं. चित्चन अग्रे अग्रे सर्तव्यमस्ति, अधोभागे सत्त्वसन्धिः अस्ति खलु करपत्रस्य, तत्र द्रष्टव्यमस्ति सत्त्वसन्धिः. नश्च नश्चव्यप्रशान्, यतोहि अस्माकं प्रश्नः आगतः आसीत् यत् कं चित् कञ्चित् अत्र एकरीत्या एव ञकारं संयोज्य लिखनीयमस्ति अथवा अनुस्वारः इति भवितुमर्हति वा. तत्र कं योगः चित् इत्यस्मिन् पदसंज्ञा भवति न वा इति प्रश्नः. अस्तु, अत्र विषयान्तरमस्ति किन्तु, यतोहि अत्र समासस्य विषयः नास्ति. समासे किं प्रथमं कार्यं किम् इति चेत्, समास यत्र समासनिर्माणं भवति तत्र प्रथमकार्यमस्ति यत् सु प्रत्ययानां सुप् प्रत्ययानां लोपः भवति सुप् प्रत्ययानाम्। अतः भवतः चक्षुः तत् भवतः इत्यस्मिन् ङस् अस्ति, ङस् इत्युक्ते षष्ठीविभक्तिः अस्ति, भवतः चक्षुः इति प्रथमविभक्तिः अस्तु सु, तर्हि भवत् ङस् चक्षुसु इति स्थितिः अस्ति, भवत् चक्षुः इति अलौकिकविग्रहवाक्यमस्ति इति तत् सर्वं वयं करिष्यामः। किन्तु अत्र वार्ता का इति चेत् तत्र भवतः चक्षुः इति यदा समासः अपेक्षितः तदानीं प्रथमकार्यमस्ति यत् प्रातिपदिकरूपेण लेखनीयमस्ति, तर्हि भवत् चक्षु। किन्तु अत्र कस्मिंश्चित् कस्मिन् इत्यस्य का विभक्तिः कोऽपि सप्तमीविभक्तिः अस्ति खलु, तर्हि कस्मिन् इति तत्र विभक्तिः इदानीम् अपि अस्ति, प्रातिपदिकत्वेन न लिखितमस्ति इति प्रमाणेन ज्ञायते यत् अत्र समासस्य विषयः नास्ति। इदानीम् अकस्मात् प्रतिध्वनिः आरब्धः, यः इदानीम् आगतः अथवा ब्लूटूथ् हेड्फोन् इत्यादिकं मास्तु। हरि ओम्, अस्तु किं करणीयमस्ति, अस्मिन् सप्ताहे अहं द्रक्ष्यामि वेब् इण्टर्नेटे कस्य किं कारणमिति द्रष्टव्यमस्ति, वेब् कण्ट्रोल्स्। अस्तु पश्यन् अस्मि, प्रतिध्वनिः भवति चेत् अहं स्वयं म्यूट् करिष्यामि। अस्तु इदानीं समीचीनमस्ति, एक नूतन अस्तु अस्तु तर्हि अत्र कस्मिन् योगः चित् इति स्थितौ तत्र सप्तमीविभक्तिरूपम् इदानीमपि दृश्यते, इदानीमपि दृश्यते। अस्तु अत्र तर्हि अत्र कीदृशी गतिः अस्ति इति लक्ष्मीभगिनी किञ्चित् पठति वा? अत्र कस्मिंश्चित् इति पाठः अस्माभिः साधितः, किन्तु तत्र अधोभागे बोध्यं यत् अत्र समासस्य विषयो नास्ति, कस्मिन् इति पृथक् पदमस्ति, चित् अथवा जन अपि पृथक् पदं, तदर्थं कस्मिन् इति पदस्य विभक्तिः इदानीमपि दृश्यते। चित् अथवा चन इति द्वयमपि पदम् अव्ययञ्च नश्चव्यप्रशान् इत्यनेन नकारान्तपदस्य एव नकारस्थाने सकारः, तर्हि अत्र सन्धिः इत्येव विषयः न तु समासः। यथा संहितायां विषये तयोरपि द्वयोः पदयोः सन्धिः भवति तथैव अत्रापि। अत्र किं दत्तम्? अत्र तु समासस्य विषयः नास्ति, केवलं सन्धिविषये वयं चिन्तयामः। अत्र कस्मिन् इति एकं पदं, चित् अथवा चना अपि पृथक् पदे एव, कस्मिन् शब्दस्य विभक्तिः सन्धेः अनन्तरमपि दृश्यते इति वयं द्रष्टुं शक्नुमः। अत्र बहु समीचीनमस्ति, अत्र नश्चव्यप्रशान् इति नेन कीदृशनकारस्य स्थाने सकारः भवति, नकारान्तपदस्य एव, नकारान्तपदस्य नकारस्य एव नकारस्थानि सकारः, पदसंज्ञा अस्ति यस्य पदान्ते इति नकारस्य इति अस्ति पदान्ते। अस्तु समीचीनमस्ति, इत्यनेन अस्माभिः अवगम्यते यत् अत्र पदसंज्ञा भवति अवश्यम्। अस्तु समीचीनम्, इदानीम् इतः अग्रे सुब्रह्मण्यं वद, तत्र अग्रे पठति वा? इदानीं म्यूट् करोमि किन्तु। महोदय, अत्र तर्हि अत्र सन्धिचिन्तनप्रसङ्गे कस्मिन् तु पदमस्ति इति कारणतः कस्मिन् योगः चित् इति स्थितौ नश्चापदान्तस्य झलि इत्यस्य प्रसक्तिः नास्ति. एवमेव सर्वत्र चित् चन प्रसङ्गे चिन्तनीयं भवति. यथा कम् योगः चित् इति स्थितौ कम् इत्यस्य पदसंज्ञा इति कारणतः मोनुस्वारः तदा वा पदान्तस्य इति भवति, न तु नश्चापदान्तस्य झलि अनुस्वारस्य ययि परसवर्णः इति. अतः कम् योगः चित् कञ्चित् अथवा कञ्चित् इति रूपद्वयमपि साधु. अत्र इदानीं प्रसङ्गः अस्ति अत्र कस्मिन् योगः चित् अथवा कस्मिन् योगः चन इति स्थितौ अत्र नकारः यदस्ति तत्तु पदान्ते अस्ति, अतः नश्चापदान्तस्य झलि इत्यस्य प्रसक्तिः न भवति. अत्र तु नश्चव्यप्रशान् इत्यस्य प्रसक्तिः एव. एवमेव वयम् अन्यत्र अपि तथा एव चिन्तयामः. उदाहरणमस्ति अत्र कम् योगः चित्, अत्र कम् इति पदम् अस्ति, अतः अत्र मकारस्य अनुस्वारः भवति मोनुस्वारः इत्यनेन, न तु नश्चापदान्तस्य झलि इत्यनेन. अतः प्रथमं मकारस्य अनुस्वारः मोनुस्वारः इत्यनेन, अनन्तरम् अनुस्वारः पदान्ते अस्ति अतः वा पदान्तस्य इति कारणतः अत्र रूपद्वयं सम्भवति. इत्युक्ते अनुस्वारः वा चकारस्य सवर्णः अनुस्वारेण सह अत्र ञकारः अस्ति तदागच्छति. अतः अत्र कञ्चित् अथवा कञ्चित् भवति भवतः. हा, बहु समीचीनमस्ति. हा, सुन्दररीत्या प्रतिपादनमस्ति भवता. अत्र तर्हि प्रथा अस्ति, किन्तु कञ्चित् इय च इय इति लेखनस्य प्रथा अस्ति, किन्तु अस्माभिः बोध्यं यत् कञ्चित् इति अनुस्वारसहित लेखनं दोषाय नास्ति इति सन्देशः. अस्तु, बहु समीचीनमस्ति. अनेन सन्धिचिन्तनं यत्र कुत्र पदसंज्ञा भवति कुत्र न भवति इति समाप्तमस्ति. इदानीम् अग्रेसरेम यवलोपसन्धिः इति अस्माभिः आरब्धः गतसप्ताहे. किञ्चित् पुनःस्मरणं कृत्वा अग्रेसरेम अत्र अस्तु, राजेन्द्रमहोदय, तत्र लोपः शाकल्यस्य तिनेन किं भवति इति अस्तु एकवारं पठतु. नाम प्रथम वाक्यमपि च अन्तिमवाक्यं पठित्वा स्टार् सेक्स् नोति कृपया. अस्तु महोदय, पठामि. यवलोपसन्धिः, लोपः शाकल्यस्य पूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशीपरे शाकल्यस्य मतेन. अपूर्वयोः इत्यनेन तादृशवकार्यकारयोः याभ्यां पूर्वम् अवर्णः स्यात्. शाकल्यस्य इत्युक्ते शाकल्यस्य मतेन नाम इदं विकल्पेन भवति. लोपः प्रथमान्तं, शाकल्यस्य षष्ठ्यन्तं, द्विपदं सूत्रम्. अपूर्वयोः पदान्तयोः व्योः लोपः अशीसंहितायां शाकल्यस्य. अतः सूत्रं वदति यथा यत्र निमित्तत्रयं तत्र भवन्ति अस्ति. तत्र पूर्वम् अपूर्वं भवेत्, तदनन्तरं वकारयकारे वर्णः भवेत्, तदनन्तरम् अशि भवति, तथा वकारयकारस्य लोपः भवति शाकलस्य मतेन अथवा विकल्पेन भवति. अपूर्वयोः इत्युक्ते किम्? अपूर्वयोः यथा यत्र पूर्वं अवर्णः अस्ति. अवर्णः इत्युक्ते अवर्णः इत्युक्ते स्वरः स्वरः अस्ति. स्वरस्तु किन्तु अवर्णः इत्युक्ते किम्? अवर्णः अवर्णः यथा यत् उदाहरणतया यत् हरेः अस्ति अत्र हरै एच एव यावत् हरै भवति तत्र हर् तत्र हर उत्तरवस्य अकारः अस्ति तत्र तदनन्तरं व्यकारः आगच्छति तस्य लोपः भवति. हा किन्तु अत्र स्पष्टतया न उक्तं भवता स्पष्टतया न उक्तं किम् अवर्णः इति सम्यक्तया वक्तव्यमस्ति. सरला भगिनि अवर्ण माहेश्वरसूत्राणि अवर्ण सर्वे स्वरा अन्तर्भूता दीर्घस्वरा अ आ लुप्तस्वरा अपि अनुनासिकस्वर अपि अन्तर्भूता अस्ति अवर्णे. हा हा हा समीचीनं. सामान्यचिन्तनेन ये वर्णाः प्रयोगे सन्ति तत्र ह्रस्व अकारः दीर्घाकारः अ आ इत्यनयोः द्वयोः अपि ग्रहणम् इति अवश्यं अभिज्ञातव्यमस्ति. अस्तु समीचीनमस्ति. तर्हि अत्र उदाहरणद्वयं दत्तमस्ति एकवारं तद् दृष्ट्वा अग्रे सरला भगिनी स्टार् सिक्स् सरला भगिनी. अस्तु महोदय श्रूयते. हा हा श्रूयते. हा हरेयोग इह हरेयोग इह एचोया वायाव इति सूत्रेण हरय इह भवति. लोपशाकलस्य सूत्रेण हरय तस्य पूर्वम् अकार अस्ति यकारस्य लोपः भवति तस्य परे ईकार अशि प्रत्याहारे अस्ति इति हर इह भवति. हर हर इह एव एचो वयाव याव सूत्रेण भवति लोपशाकलस्य मतेन हर इह भवति. अत्र हर इह आद्गुण इति तस्य प्रसक्तिः अति इत्येन गुणसन्धिः भवति स्म परन्तु पूर्वता सिद्धम् इत्येन आद्गुणः इत्यस्य दृष्ट्या लोपशाकलस्य इत्यनेन यत् कार्यं कृतं तत् असिद्धं भवति. यदा लोपशाकलस्य मतेन वयम् अर इह इति पदं प्राप्तं तस्य अनन्तरं हर इह एचो वयाय भवति. हर इह आद्गुण कार्यं न करोति कारणं कि पूर्वता सिद्धं पर सूत्रं लोपशाकलस्य अष्टाध्यायी त्रिपादीसूत्रे अस्ति तस्य कार्यं प्रथमं भवति. तस्य कारणेन आद्गुण तस्य सपादसप्तधायीसूत्रेण अस्ति पर सूत्रस्य कार्यं न पश्यति अतः तस्य कार्यम् असिद्धं भवति पूर्वता असिद्धं सूत्रेण. अतः हर इह वा हर इह इति सम्पन्नं भवति. वाह बहु समीचीनम् अस्ति. सुन्दरं बहु समीचीनमस्ति भगिनि. इदानीम् आद्गुणः किं पश्यति इति चेत् लोपः शाकल्यस्य इत्यस्य आगमनात् प्राक् एव यत् हरै इह तदेव पश्यति. तद्दृष्ट्वा आद्गुणः चिन्तयति अस्तु अत्र अस्माकं मम कार्यं किमपि नास्ति नास्ति इति विचिन्त्य तत्र तत्र गुणसन्धिः न भवति. अस्तु बहु सम्यक् अस्ति. द्वितीयम् उदाहरणं पश्येम. बालसुब्रह्मण्यमहोदय कृपया स्टार् सिक्स्. अस्तु तर्हि सुमित्रा भगिनी. आं महोदय. किम् उदाहरणम्? उभौ योगः अपि एचो यावायावः इत्यनेन उभौ योगः अपि इति आगच्छति. अनन्तरं लोपः शाकल्यस्य इति सूत्रेण उभा अपि इति आगच्छति. सवर्णदीर्घसन्धिः इत्यनेन उभावपि इति. अत्र अकः सवर्णे दीर्घः इत्यनेन सवर्णदीर्घसन्धिः भवति स्म. परन्तु एकनिमिषं भगिनि, पुनः वदतु अत्र उभा रूपद्वयं कथं सिद्ध्यति एकवारं पुनः. भा अपि एकरूपम्, उभावपि इति अन्यरूपम्. इति सत्यं. कथमस्ति नाम प्रथमतया एचो युवायावः उभाव अपि, अनन्तरं किमस्ति? लोपः शाकल्यस्य इत्यनेन उभा अपि इति आगच्छति. इति एकस्मिन् पक्षे. अपरस्मिन् पक्षे उभावपि इति सवर्णदीर्घसन्धि. न, तत्र दोषः. सवर्णदीर्घः सवर्णदीर्घसन्धिः कुत्र अस्ति अत्र? क्षम्यताम्, अकः सवर्णे दीर्घः इत्यनेन सवर्णदीर्घसन्धिः. अत्र पश्यतु, एचो युवायावः इति कृत्वा उभाव अपि. अत्र किमपि कार्यं नास्ति, नाम लोपशाकव्यस्य दिन वकारस्य लोपः न भवति चेत् केवलं मेलयतु. न भवति चेत् उभाव अपि इति मेलयतु इति अस्ति. तत्र सन्धिकार्यं किमपि नास्ति तदानीं. नाम उभाव वकारः अकारः, वकार अकारयोः संयोजने किमपि कार्यं नास्ति, केवलं मेलनमस्ति. अत्र अकः सवर्णदीर्घः इति नास्ति किमपि. उत्तम, अस्तु. इति द्वयमस्ति. इदानीं पश्यन्तु सर्वे यत् राजेन्द्रमहोदय तत्र पश्यतु, अत्र अस्माकं निमित्तं लोपः शाकल्यस्य हरै योगः इह, तत्र यकारात् प्राक् ह्रस्व अकारः अस्ति लघु, अपि च उभाव योगः अपि तत्र आकारः अस्ति. तर्हि उभयत्र अस्माकं कार्यं भवति तत्र उभयरीत्या उदाहरणं दत्तमस्ति, अकारः आकारः च इति एकं निमित्तमस्ति. अनन्तरं द्वितीयं निमित्तमस्ति उपरितने उदाहरणे यकारः, अधोभागे वकारः. अनन्तरं अश् प्रत्याहारे उपस्थितः उपरितने उदाहरणे इकारः, अधोभागे अकारः इति अश् प्रत्याहारे वर्णद्वयमस्ति. हा, समीचीनमस्ति. हा, इतः अग्रे सुमित्रा भगिनी, उभायोगः अपि उभा अपि तत्र अकः सवर्णदीर्घः किमर्थं न भवति? पूर्वत्र हा हा वदतु. संख्यारीत्या यदि पूर्वम् आगच्छति तदेव प्रसक्तिः अस्ति. अतः सपादसप्ताध्यायाम् अकः सवर्णदीर्घः नाम अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं सपादसप्ताध्यायी इति भागः. अष्टाध्यायी इति विभागद्वये विभक्तः अस्ति अयं ग्रन्थः इति कृत्वा. हा, बुद्धं वा? तत्र सपादसप्ताध्यायी त्रिपादी च. अकसवर्णे दीर्घः इति कस्मिन् भागे अस्ति? पठितुं न शक्नोमि. न, संख्याया पठनस्य आवश्यकता नास्ति. भागद्वयं भवति अष्टाध्याय्याः, सपादसप्ताध्यायी अपि च त्रिपादी. द्वयोः मध्ये कस्मिन् भागे अस्ति अकः सवर्णे दीर्घः? न, अत्र नामकरणं कृतमस्ति. अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं सपादसप्ताध्यायी नाम सप्त अध्यायाः सन्ति. अनन्तरं प्रथमपादपर्यन्तं सपादसप्ताध्यायी इति प्रथमभागः. द्वितीयभागः अस्ति त्रिपादी. नाम अष्टमाध्यायस्य द्वितीयपादात् आरभ्य ग्रन्थसमाप्तिपर्यन्तं तर्हि अकसवर्णदीर्घः द्वयोः मध्ये कस्मिन् अस्ति? बालसुब्रह्मण्यं तत्र साहाय्यं करोतु. सपादसप्त भागे सपादसप्ताध्याय्यां अपि च लोकः साकल्यस्य बालसुब्रह्मण्यं महोदय लोपः साकल्यस्य पश्चिमस्य अध्याय त्रिपाद्याम् अस्ति द्वितीयभागे त्रिपाद्यां त्रिपादीसूत्रम् अस्तु बहु समीचीनमस्ति. कश्चन प्रयोगः करोमि. इदानीं सुमित्राभगिनी कृपया म्यूट् करोतु, स्टार् सेक्स् नोदयतु. सुमित्राभगिनी भवत्याः दूरवाणीम् अस्ति इति अहं मन्ये, भवती एव म्यूट् करोतु. हरि ओम्. वाह् बहु समीचीनमस्ति, भवत्याः दूरवाणी अस्ति. न न इदानीमपि प्रतिध्वनिः अस्ति. अत्र समाधानं किम् अस्ति? अयि बापरे वा. अस्तु यत्किमपि भवतु, नाम अग्रे सरेम. इदानीं बालसुब्रह्मण्यं तत्र वदतु, अत्र पूर्वत्र सिद्धम् इति कथं कार्यं भवति अत्र महोदय? नाम अकः सवर्णदीर्घः लोपः साकल्यस्य अत्र किमस्ति इति लोपः साकल्यः त्रिपादस्य अकसवर्णदीर्घः सपाद सप्तम अध्याये, तस्मात् अत्र अकसवर्णदीर्घः इति सूत्रस्य बलमस्ति. न बलमस्ति इति न वर्ता, प्रथमतया लोपः साकल्यस्य इति कार्यं सञ्जातमेव पूर्वं. कार्यं जातमस्ति, कस्य बलमिति न प्रश्नः, कार्यं जातम् अस्ति. साधु उभा अपि इति सन्दर्भे वकारः लोपः भवति, तस्मात् उभा अपि एव तिष्ठति. न वार्ता अस्ति, पश्यतु अत्र वार्ता अस्ति. अत्र वार्ता अस्ति यत् अकसवर्णदीर्घः लोपः साकल्यस्य इत्यस्य कार्यं न पश्यति, चिन्तयति यत् लोपः साकल्यस्य इति सूत्रस्य अवस्थित्वमेव नास्ति. इति कृत्वा अकसवर्णदीर्घः किं पश्यति? उभाव अपि इति एव पश्यति. इति दृष्ट्वा चिन्तयति यत् अस्तु, अत्र मम कार्यं किमपि नास्ति, अतः तत्र सवर्णदीर्घसन्धिः न भवति. उभायोगः अपि उभापि इति न भवति, उभा अपि इति तिष्ठति. यस्मिन् पक्षे वकारलोपः न भवति तत्र उभावपि इति तु नित्यम् अस्ति एव. अस्तु बहु समीचीनमस्ति. इदानीं शीघ्रमेव पश्येम तत्र पुस्तके, अस्माकं पुस्तके तत्र त्रिचत्वारिंशत्तमे पुटे अस्ति तत्र अस्तु द्विचत्वारिंशत्तमे पुटे तत्र ते योगः इमे इति अस्ति. तत्र पुष्पभगिनी आगच्छतु, स्टार् सिक्स्. शीघ्रम् अस्तु महोदय, अस्मि. वदतु, ते युगः इमे पुस्तके अस्ति, तत्र किं भवति? तत्र यद् लिखितमस्ति तद् तन्न अपेक्षितमस्ति. ते युगः इमे महोदय चत्वारिंशत् पुस्तकस्य आवश्यकता एव नास्ति. अहं वदामि ते युगः इमे, ते युगः इमे, ते युगः इमे, तत् तैमे अथवा ता इमे आगच्छति. किमर्थम् अत्र एचोयवायवः तैमे अस्ति आदेशः अभविष्यति. अत्र लोपः शाकल्यस्य किं भवति एकारस्य स्थाने किं भवति एचोयवायवः तैमे एकारस्य स्थाने कः एकारस्य स्थाने इकारः आयाति न न न तादृशं नास्ति भवती न वोचति ऐ ऐ ऐ ऐ महोदय ऐ एकवयवः ऐ आयाति अयादेशः अयादेशः एकादश स्थाने पुस्तके मा पश्यतु अत्र अस्माकं चिन्तनं अस्तु एकारस्य स्थाने ऐ आगच्छति एचोयवायवः तदनन्तरं किम् अत्र लोपः शाकल्यस्य अत्र यकारस्य लोपः भवति निमित्तानि तु पदान्तै वकारयकारयोः लोपः भवति अशिपरे न तत्र व्याख्यानस्य पठनस्य आवश्यकता नास्ति इदानीं कानि निमित्तानि सन्ति उदाहरणे भवत्याः उदाहरणे कानि निमित्तानि सन्ति अक्षरं वक्तव्यं अस्तु अशी प्रत्ययः अस्ति तु अशि अस्ति कः वर्णः अशि प्रत्ययः ए न न भवती न नितरां न उच्यति अत्र स्थितिः कः ते युगः इमे तत्र एचो युवायावः इति भवत्या कृतमस्ति अयादेशः इदानीं तै योगः इमे तै योगः इमे अत्र वर्णः अश् प्रत्याहारे अस्ति अश् प्रत्याहारे यकारः अस्ति वा विलम्बेन अन्ये के के आगतवन्तः केचन जनाः आगतवन्तः विलम्बेन अस्ति वा सदेव सदेव महोदय अनन्तरम् अन्य कोऽपि वा राजिमहोदय राजिमहोदय भगिनी बहु समीचीनमस्ति अन्य कोऽपि वा हा अस्तु समीचीनमस्ति तर्हि इदानीं लक्ष्मी भगिनी किञ्चित् सहायं करोतु स्टार् सिक्स् नोदि यूट्यूब् महोदय आरम्भतः ते योगः इमे किं भवति निमित्तानि कानि च अत्र त्रीणि निमित्तानि आवश्यकानि अत्र प्रथमतया ते योगः इमे तत्र एकारः अस्ति एकारस्य अनन्तरम् इकारस्य योजनेन यान्तवान्तादेशसन्धिः यचोयवायावः इति भवति एकारस्य स्थाने ऐ इति आगच्छति अनन्तरम् अत्र लोपः शाकल्यस्य इति सूत्रं कार्यं करोति तै योगः इमे तै योगः इमे तदानीं लोपः शाकल्यस्य निमित्तानि कानि तत्र अत्र अश् प्रत्याहारस्य वर्णः ह्रस्व इकारः प्रथम अत्र ऐ इति पदे यकारः अस्ति तस्मात् पूर्वम् अकारः अस्ति तदर्थम् अत्र सूत्रे दत्तमस्ति अपूर्वपदान्त यकारः आवर्ण यकारस्य पूर्वम् आवर्णः स्यात् इति सूत्रे अस्ति तदर्थं यकारः पदान्ते अस्ति तस्मात् पूर्वं च अवर्णः अस्ति समीचीनम् अनन्तरं अश् प्रत्याहारस्थवर्णः इकारः ह्रस्व इकारः अस्ति तदर्थम् अत्र लोपः शाकल्यस्य इत्यनेन यकारस्य लोपः भूत्वा अत्र तयिमे द्वितीयं रूपम् आगच्छति विकल्पेन आगच्छति तदर्थं यदि द्वितीयं रूपं केवलं वर्णमेलनं भूत्वा तयिमे इति रूपमपि आगच्छति समीचीनमस्ति अस्तु, इदानीम् एको अस्ति, प्रतिध्वनि अस्ति, भवत्याः दूरवाणी अस्ति वा? पश्येम तर्हि अग्रे द्वितीयम् उदाहरणमस्ति तस्मै योगः एतत्. अत्र पुस्तके दर्शनस्य आवश्यकता नास्ति. तस्मै योगः एतत्, तस्मै योगः एतत् इति राजेन्द्रमहोदय लक्ष्मीभगिनी तत् स्थास्यति. राजेन्द्रमहोदय आम्, श्रूयते वा महोदय? तस्मै योगः एतत्, तस्मै योग योगः एतत्. अत्र ऐकारः अस्ति, तदनन्तरम् एकारः आगच्छति, तत्र एचयवयावः भूत्वा तत् आय् आगच्छति. तत्र सत् योग आय् योग एतत् एतत् अस्ति. अत्र तु ताय् योग एतत् एतत्. अत्र तु लोपशाकलस्य मतेन तत्र विकल्पेन यकारस्य लोपः भवति, यथा तत्र त्रीणि निमित्तानि सन्ति. तत्र यकारः पदान्ते अस्ति, यकारस्य पूर्वम् आकारः अस्ति, तदनन्तरम् अशीप कोऽपि वर्णः अस्ति, एकारः अस्ति, तत् अश प्रत्याहारे अन्तर्भूतः अस्ति. तत् कारणात् तत् यकारस्य लोपः भवति विकल्पेन. तत् ता तस् तत् तस् तस् तस्मा एतत् भवति. तत् अनन्तरम् अन्यत् अन्यत् अस्ति तस्मा एतत्, तस्मा एतत्, यथा यत्र यकारस्य लोपः न भवति तस्मा एतत् भवति तत्र. अस्तु, हा हा हा, बहु समीचीनमस्ति. हा, इदानीम् अग्रे अग्रिम उदाहरणमस्ति गुरौ योगः एहि. गुरौ योगः एहि इति विद्याभगिनी स्टार् सिक्स् नोट् इति कृपया. विद्या भगिनी भगिनी अस्ति? अस्तु, तर्हि सुब्रह्मण्यमहोदय कृपया, भवानेव. आं महोदय, अत्र गुरो योगः एहि अस्ति, अत्र ओकारः अस्ति, अनन्तरम् एकारः, अतः अत्र एचोयवायावः इत्यनेन ओकारस्य स्थाने अव् आदेशः. गुरव् योगः एहि. इदानीमत्र लोपः शाकल्यस्य इत्यस्य प्रसक्तिः अपि च कार्यं. किमर्थं चेत् अत्र पदान्ते वकारः अस्ति, तस्मात् पूर्वम् अकारः अस्ति, अपि च वकारस्य अनन्तरम् एकारः अस्ति, एकारः अश् प्रत्याहारस्य वर्णः, अतः लोपः शाकल्यस्य इत्यस्य कार्यं भूत्वा अत्र वकारस्य लोपः भवति, अतः गुर एहि इति एकं रूपं. लोपः शाकल्यस्य तु विकल्पेन भवति, अतः वकारस्य लोपः अन्यस्मिन् पक्षे न भवति, अतः गुरव् योगः एहि केवलं वर्णमेलनं गुरवेहि. हा हा, बहु समीचीनमस्ति. अस्तु, तर्हि अन्ततो गत्वा इदानीम् अहं स्वयं इदानीं सुमित्राभगिनी कृते गतवती. महोदय, अस्तु, अग्रिमं करोतु. तत्र उभौ योगः अपि, उभौ योगः अपि एव अहं कृतवती पूर्वं. न, भवती अपि अस्ति बालाय. अस्तु अस्तु, किमस्ति? अस्तु, इदानीम् अग्रे अस्तु बालाय इह इति करोतु. बालाय योगः इह इति अत्र एचोयवायावः इत्यस्य नास्ति किमपि. आम्, बाला इह इव लोपः शाकल्यस्य इति सूत्रेण अश्वर्णः अस्ति, पूर्वम् अकारः अस्ति, अतः बाला इह इति एकरूपम्, अनन्तरं केवलं वर्णमेव. अश्वर्णः कः वर्णः? न अत्र सूत्रे किं दत्तमस्ति, सूत्रे किं दत्तमस्ति, अपूर्वयोः पदान्तयोः वकार यकारयोः लोपो भवति असि परे. असि परे इति अस्ति का विभक्तिः? असि असि असि इति शब्द इति शब्दः का विभक्तिः? असि इत्यस्य का विभक्तिः? विभक्तिः प्रथमा, द्वितीया, तृतीया, चतुर्थी, पञ्चमी, षष्टि, सप्तमी, अत्र अत्र एकनिमेषः, अपरेषां श्रवणं मा करोतु. तत्र प्रातिपदिकमस्ति अश्, शकारान्तशब्दः, तालव्यशकारान्तशब्दः अश्. तर्हि अशि इति यथा यः कोऽपि हलान्तशब्दः अशि सरित् सरिति भवत् भवति अश् अशि का विभक्तिः अस्ति? पुनः न श्रुतं. षष्टिविभक्तिः इति वा? षष्टिविभक्ति भवत् शब्दस्य षष्टिविभक्ति अन्तर्णरूपं किम्? भवतः नाम किं? भवतः नाम किम् इति अस्ति खलु, भवतः, भवतः इत्यस्य का विभक्तिः? भवतः शब्दस्य भवति इति जानाति, भवति भवतः इत्यस्य का विभक्तिः? भवतः इति षष्टिः. हा, षष्टिविभक्तिः. इदानीं भवति मम पार्श्वे, मम पुरतः कश्चन पुरुषः अस्ति, भवति मम विश्वासः अस्ति, भवति मम विश्वासः अस्ति इति अस्मिन् वाक्ये भवति इत्यस्य का विभक्तिः? भवति लक्ष्मी भगिनी सायं करोतु, अहम् अन्म्यूट् कृतवान्. सप्तमी महोदय, सप्तविभक्तिरूपाणि वदतु. भवान् इति प्रथमविभक्तौ, द्वितीयविभक्तौ भवन्तं, क्रमेण वदतु, भवता, भवते, भवतः, भवतः, न श्रुतं, भवतः अनन्तरं सप्तमी भवति महोदय. हा हा हा, भवान्, भवन्तं, भवता, भवते, भवतः, भवतः, भवति. अशि इत्यपि तथैव अस्ति. हा, अश् अशं भवती वदतु, अशा मन्द लक्ष्मी भगिनी, अश् शब्दः अश् इति प्रातिपदिकं शकारान्तः. हा, अस्तु, सुमित्रा भगिनी अस्ति वा? द्वितीयविभक्ति अन्तं रूपं किम् अश् शब्दस्य? महोदय, प्रथमाविभक्ति कथम् आगच्छति इति? न, कदा आगच्छति इति न प्रश्नः, रूपाणि, केवलं रूपाणि, रूपाणि इति प्रसङ्गे वदामि. अस्तु, विद्याभगिनी अस्ति वा? आं महोदय, परन्तु श्रूयते वा? अहं पूर्वमपि उक्तवती. न न हा किन्तु इदानीं श्रूयते वा? हा सर्वेषाम् अन्यूट् कृत्वा. हा अशब्दस्य सप्तविभक्त्यन्तरूपमानि वदतु. शब्दः कः महोदय? शब्दं किं? प्रथमविभक्तौ अशी इति भवति वा? अशी, अशौ, अशः? न न न न केवलम् एकवचने एकवचने प्रथमाविभक्तिः अश् शब्दः. अश् शब्दः अशी इति अस्ति वा? अशी इति अशी इति कथं स्यात्? तत्र भवति इति प्रथमाविभक्तौ भवति वा? भवति सरि अशी अशी सप्तमी विभक्तिः अस्ति. अत्र तु अशी अश् महोदय अश् हा सरित् विद्याभगिनी सरित् इति प्रातिपदिकमस्ति. सरित् सरित् सरितौ सरितः न न त्रिषु वचनेषु न अपेक्षितमस्ति. एकवचने सप्तसु विभक्तिषु. ओ सप्तसु विभक्तिषु. अस्तु अस्तु. सरित् सरितं सरिता सरिते सरितः सरितः सरिति. अश् इदानीम् अश् वदतु. अश् प्रथमविभक्तौ संशयः अस्ति. अश् अश् अशम् अश् अश्मा न मकारः कुतः? अशी अशौ अशः अशम् अशा अशा अशा अशा अशा अशे अशः अशः अशी इति एव अस्ति. अन्यत् किमपि नास्ति. प्रथमविभक्तौ किं महोदय? प्रथमविभक्तौ अश् अश् अश् कुत्रचित् पाणिनिः किं करोति यत् अजन्तशब्दं कृत्वा अश् तत्र अकारं संयोज्य तत्र संयोज्य तत्र अशः यथा देवः कुत्रचित्. किन्तु आधिक्येन तत्र हलन्तशब्दम् इति स्वीकृत्य तत्र अश् इति एव. अस्तु अशि इति सप्तमी भक्ति. अशि सप्तमी एकः सन्देहः महोदय. अश् तादृशब्दसमाने अक् अक् भवति वा? प्रथमाविभक्ति तादृशब्द तादृश प्रातिपदिकस्य प्रथमाविभक्ति तादृक् किल? तदेव अश् अपि प्रश्नः कः पुनः? तादृशब्दस्य तस्य प्रथमाविभक्ति तादृक् अशब्दस्य प्रथमाविभक्ति अक् भवितुम् अर्हति वा? हा तत्र तत्र किन्तु अत्र न कर्तव्यमस्ति. तादृशं न कर्तव्यमस्ति. अश् इति एव अस्ति. किमर्थं महोदय? हा इदानीं मास्तु. तत्र अस्यां अपरस्यां दिशि अस्माकम् आलापः गच्छति. इदानीं तत्र एतत् सर्वं हल् सन्धिविषये अस्ति. शकारस्य स्थानिककारः किमर्थं भवति तत्र दिश् इति दिक् भवति. अशति इति अक् भवितुम् अर्हति. किन्तु इदानीम् अस्माकं चिन्तनं मास्तु तत्र. अत्र कः विषयः अस्ति इति कृत् भवती वदतु. तत्र सप्तमीभक्तौ अशि तत्र अशि इत्यस्य कः अर्थः? अशि इत्यस्य अष्प्रत्याहारे अस्ति इति अर्थः. सप्तमी विभक्ति इत्यस्य का तत्र सूत्रेषु सप्तमी विभक्ति इत्यस्य कः अर्थः? लोकेशन् न न सूत्र हा पूर्वकार्यं पूर्वकार्यमस्ति खलु. पूर्वकार्यम् अत्र अस्य करपत्रस्य उपरि भागे सुमित्रा भगिनी पश्यतु. उपरि सप्तमीविभक्तिः इति पूर्वकार्यं. पञ्चमीविभक्तिः परकार्यम् इति अस्ति. तर्हि सप्तमीविभक्तिः तर्हि अशि तत्र कः वर्णः आसीत् अत्र बालायोगः इह? कः वर्णः अस्ति तत्र अष्प्रत्याहारे? न कार्यं कार्यमेव यकारः. कार्यं कार्यस्थलं यकारः एव. हा तत् अत्र पश्यतु तावत् नावगच्छामः चेत् किमपि न भविष्यति. अत्र लोपः शाकाल्यस्य इति अस्मिन् त्रीणि निमित्तानि सन्ति. अपूर्वयोः पदान्तयोः वकारयोः लोपो भवति अशि परे. हा अत्र पदान्तयोः वकारयकारयोः अत्र बालाय तत्र यकारः पदान्ते अस्ति, तस्मात् पूर्वं च अकारः नाम अपूर्वपदान्तयकारः इति स्थितिः अस्ति. अपूर्वपदान्तयकारः बालाय यकारः कुत्र अस्ति? पदान्ते. तस्मात् पूर्वं कः वर्णः? आकारः. अतः अयं यकारः कीदृशः इति चेत् अपूर्व अथवा अवर्ण अपूर्वयकारः अपूर्वपदान्तयकारः. अनन्तरम् असि परे कार्यं किं? यकारस्य लोपः. यकारस्य लोपः तत् पूर्वकार्यम्. अनन्तरं किमस्ति? अश् सप्तमीभक्तौ अश् अस्ति. तस्मात् पूर्वं कार्यमस्ति नाम पूर्वकार्यं. कार्यं किं? यकारस्य लोपः. तर्हि अश् सप्तमीभक्तौ अस्ति. कः वर्णः अश् प्रत्याहारे अस्ति इदानीं? यस्मात् पूर्वं यकारः लोपः भवति. कस्मात् पूर्वं? कस्मात् वर्णात् पूर्वं यकारस्य लोपः? सरला भगिनी वदतु. अश् प्रत्याहारस्य परे यकार यदि अश् प्रत्याहार परे अस्ति यकारस्य तत् बालाय इकार अत्र इकार अश् प्रत्याहारे अस्ति. इह तत् स्मिता भगिनी, इह इति शब्दे इकारः अश् प्रत्याहारे अस्ति. तस्मात् पूर्वमेव यकारस्य लोपः इति कृत्वा पूर्वकार्यं. सुमित्रा भगिनी, इकारः अश् प्रत्याहारे अस्ति तस्मात् पूर्वं यकारः. हा इति कृत्वा यकारः यकारलोपः पूर्वकार्यमस्ति. कं प्रति? इकारं प्रति पूर्वकार्यं. हा तर्हि अश् प्रत्याहारे त्रीणि निमित्तानि सन्ति. अपूर्वयोः पदान्तयोः वकारयकारयोः लोपो भवति अशि परे शाकलस्य मतेन इति कृत्वा अपूर्वपदान्तयकारः अस्ति. आकारः इति अपूर्व पदान्तयकारः. अनन्तरमस्ति इ इकारः. स च इकारः अश् प्रत्याहारे अस्ति. अश् प्रत्याहारः अश् इति सप्तमविभक्तौ अस्ति इति कृत्वा पूर्वकार्यं. तर्हि क्रमेण त्रीणि निमित्तानि सन्ति. आकारः, यकारः, इकारः. स्पष्टं वा? एकवारं पठित्वा आगमिष्यामि. अवश्यम् एकवारं शृणोमि. अस्तु समीचीनमस्ति. तर्हि इदानीं वैशिष्ट्यमस्ति, वैशिष्ट्यम् एकं वैशिष्ट्यमस्ति. अग्रे किञ्चित् पश्येम. अत्र स्म्यूट् मध्ये स्थापयामि. तत्र सुब्रह्मण्यं तत्र स्टार्ट् सिक्स् न दीयते वा? आं महोदय, अग्रे किम् इदानीम् अत्र पुरुषाः गच्छन्ति तथा आरभ्य वा महोदय? करपत्रे. हा करपत्रे, करपत्रे इति तस्मात् पूर्वम् इति इति परिशीलितम्. इदानीं हरे योगः इह उभौ योगः अपि इति सर्वे पश्यन्तु. करपत्रे उदाहरणद्वयं वयं दृष्टवन्तः. हर इह उभा अपि इति उदाहरणद्वयं. हा इदानीं महोदय, इति परिशीलितं दृष्टान्तद्वयमपि अचिपरे. अयञ्च वस्तुतः प्रमुखविषयः एव, किन्तु जिज्ञासा उदेति हलिपरे का गतिः. लोपः शाकल्यस्य इत्यनेन अशिपरे इत्युक्तम्. गीताप्रवेशे लिखितमस्ति यत् विद्यमानस्य अकारपूर्वस्य आकारपूर्वस्य च यकारस्य वकारस्य च स्वरे परे विकल्पेन लोपो भवति. व्यञ्जने परे तु नित्यं. सुबोधार्थम् अयं विचारः दोषाय न, किन्तु सम्पूर्णरीत्या अवगमनार्थम् अग्रे पठनीयम्. इदानीम् अत्र विषयः अस्ति, इदानीं पर्यन्तं यानि उदाहरणानि वयं दृष्टवन्तः, अत्र यद्यपि सूत्रे अशिपरे इति दत्तमस्ति, वयम् उदाहरणानि तु अचिपरे एव दृष्टवन्तः, परन्तु जिज्ञासा भवति अशिपरे इति उक्तम्, अतः किं भवति अचिपरे नास्ति चेत् किं भवति इति. अत्र गीताप्रवेशस्य पुस्तके तु लिखितमस्ति यदि यकारस्य वा वकारस्य परे स्वरः अस्ति चेत् स च यकारवकारः विकल्पेन लोपो भवति. यदि अपूर्व यकारः वा वकारः वा अस्ति, परन्तु व्यञ्जने परे तु एतत् कार्यं नित्यम्, इत्युक्ते यकारवकारस्य वकारयोः लोपः नित्यम् इति पुस्तके लिखितमस्ति. विचारः अस्ति एतत्तु सरलरीत्या बोधनार्थमेव तथा दत्तमस्ति, परन्तु समग्रचिन्तनं करणीयमिति, तस्मिन् विषये अग्रे लिखितमस्ति इति. हा हा हा, तर्हि लोपः शाकाल्यस्य अतीनेन विकल्पेन दत्तमस्ति, विकल्पेन दत्तमस्ति. इदानीं पुस्तके पश्यतु महोदय, तत्र अन्तिमम् उदाहरणं किं, पुरुषाय गच्छन्ति इति. आं महोदय, अत्र पुरुषाय योगः गच्छन्ति, अत्र लोपः शाकल्यस्य इत्यस्य प्रसक्तिः अस्ति, किमर्थं चेत् अत्र पदान्ते यकारः अस्ति, तस्मात् पूर्वं दीर्घ आकारः अस्ति, अनन्तरं गकारः अस्ति, गकारः तु अश् प्रत्याहारस्य वर्णः, परन्तु स्वरः न इदानीम्. अत्र यकारस्य लोपः भूत्वा पुरुषा गच्छन्ति इति दत्तमस्ति, परन्तु एतत्तु नित्यकार्यमस्ति, अतः पुरुषा गच्छन्ति एव भवति, न तु पुरुषाय गच्छन्ति, रूपद्वयं न सम्भवति अत्र. समीचीनमस्ति. अत्र पुरुषाय अर्थं किम् आयाति, पुरुषाय किञ्चित् धैर्यं धैर्यं भगिनि, धैर्यम्, एतत् सर्वम् आगच्छति. म्यूट् करोतु कृपया, नितरां म्यूट् करोतु. अस्तु, एकवारं सर्वेषां सन्तोषार्थम् एकवारं पठतु महोदय, अनन्तरं ये अवगच्छन्ति समीचीनम्, अग्रे यत् आयाति ये अवगच्छन्ति तत्तु समीचीनमस्ति, न अवगच्छन्ति चेत् नास्ति चिन्ता, यद् लिखितमस्ति अस्माकं तत्र गीताप्रवेशे, तत्र विद्यमानस्य अकारपूर्वस्य आकारपूर्वस्य च यकारस्य उकारस्य च स्वरे परे विकल्पेन लोपो भवति इति, विकल्पेन व्यञ्जने परे तु नित्यम् इति नियमानुसृत्य करोति चेत् न कोऽपि दोषः भविष्यति, नास्ति चिन्ता, तदनुसृत्य करोतु, अग्रे सरेम. इदानीमेकवारं तत्र सुब्रह्मण्यं तत्र पठतु अग्रे, ये अवगच्छन्ति आनन्दस्य व्यापारः, आनन्दस्य वार्ता अस्ति, नो चेत् नास्ति एव चिन्ता. एकवारं पञ्चनिमेषेषु भविष्यति. अत्र करपत्रात् वा महोदय, लोपः शाकल्यस्य इत्यनेन, लोपः शाकल्यस्य इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति अचिपरे, एतावता च अस्माभिः दृष्टं किं भवति अचिपरे, किन्तु हश्वर्णाः अपि सन्ति, तेषु परेषु किं भवति, एतादृशी परिस्थितिः वस्तुतः विरलतया लभ्यते, तथापि अस्य बोधनार्थम् एकम् उदाहरणं पश्येम. पुरुषाः गच्छन्ति इति स्थितौ, एकवारं स्पष्टीकरोतु कृपया महोदय, अश् प्रत्याहारे तत्र हश् हश् इति किमर्थम् उक्तमस्ति? हश् इति किमर्थम् उक्तमस्ति इत्युक्ते, अत्र लोपः शाकल्यस्य इति सूत्रे अत्र यकारवकारयोः अपूर्वयोः पदान्तयोः यकारवकारयोः लोपः भवति विकल्पेन अशिपरे. अशिपरे इति सूत्रस्य अनुवृत्तेः अस्ति, परन्तु इदानीं पर्यन्तं वयं यानि उदाहरणानि दृष्टवन्तः तानि तु तेषाम् अत्र तेषु अत्र अच् वर्णः एव परः अस्ति, परन्तु अश् प्रत्याहारे अच् वर्णाः अपि च हश् वर्णाः अपि सन्ति, इत्युक्ते हयवरल अनुनासिकवर्णाः अपि च वर्गीय तृतीय अपि च चतुर्थवर्णाः अपि भवन्ति. इदानीं प्रश्नः उदेति अत्र अच् परे तु विकल्पेन भवति इति वयं दृष्टवन्तः. हश् वर्णः अस्ति चेत् किं भवति इति. बहु समीचीनमस्ति. एकनिमेषं महोदय, पुस्तके सर्वे पश्यन्तु एकवारं तानि उदाहरणानि. ते योगः इमे, तत्र इकारः, ते इमे इकारः असि अस्ति. तस्मै एतत् एकारः असि अस्ति. गुरो एहि एकारः असि अस्ति. उभौ अपि अकारः असि अस्ति. बालाय इह इकारः असि अस्ति. एते वर्णाः सर्वे अश् प्रत्याहारे सन्ति, किन्तु एते सर्वे अच् अपि सन्ति स्वराः. अपि च विकल्पेन तत्र रूपद्वयं प्रदर्शनमस्ति सर्वत्र. किन्तु अन्तिम उदाहरणं किं? तत्र पुरुषा युगः गच्छन्ति, तत्र गकारः अच् प्रत्याहारे नास्ति, असि अस्ति किन्तु अचि नास्ति. किन्तु तर्हि यः वर्णः असि अस्ति अचि नास्ति सः कुत्र अस्ति? हसि. माहेश्वरसूत्रेषु पश्यन्तु तत्र हसि अस्ति. अस्तु अग्रे महोदय, तर्हि हसि एव तत्र का गतिः अस्ति? तत्र गीतप्रवेशे लिखितमस्ति यत् व्यञ्जने परे नित्यं, तर्हि हस् वर्णाः सर्वे व्यञ्जनवर्णाः सन्ति. अस्तु अग्रे. पुरुषाः गच्छन्ति इति स्थितौ वस्तुतः मूले पुरुषास् गच्छन्ति इति स्थितिः आसीत्. तर्हि इत्युक्ते प्रथमाविभक्तिः बहुवचने. पुरुषः, पुरुषौ, पुरुषाः. पुरुषाः गच्छन्ति इति तत्र किं भवति यदा सन्धिं कुर्मः इति परिस्थितिः अस्ति. विसर्गसन्धिः इति विषयः अग्रे आयासति, अग्रिमे पाठे. अस्तु तर्हि. तर्हि अस्मात् आरभ्य एकवारं किं भवति इति अवलोकयाम. अत्र आवरणे यद्दत्तमस्ति तदपि पठामि वा महोदय? बहुवचने पुरुषयोगः जस् भवति पुरुषयोगः अस्. पुरुषास् गच्छन्ति, अत्र मूलरूपमस्ति पुरुषयोगः जस्. अत्र जकारस्य लोपः भूत्वा पुरुषयोगः अस्. अकः सवर्णे दीर्घः भूत्वा पुरुषास् भवति, पुरुषास् गच्छन्ति. सर्वे पश्यन्तु इति सर्वे पुरुष इति प्रातिपदिकमस्ति. यथा देवशब्दः पुरुषशब्दः पुरुष, प्रथमाविभक्तौ बहुवचने बहुवचन आन्तरूपं. यदा वक्तुः इच्छा भवति तदानीं बहुवचनान्त सुप्रत्ययः सु औ जस्, सु औ जस् प्रथमाविभक्तौ सु औ जस्, जस् बहुवचने, पुरुष प्रातिपदिकमस्ति पुरुष योगः जस्, जकारस्य लोपः पुरुषयोगः अस्. इदानीं सुवर्णद्वीगसन्धिः पुरुषास्, पुरुषास् गच्छन्ति इति स्मात् आरभ्य तदानीं. न विभक्तौ तु स्माः इत्यनेन सकारलोपः निषिध्यते. अत्र सकारः पुरुषास्, पुरुषास् इत्यस्य अन्तिमवर्णः सकारः, तस्य लोपः न भवति इति दत्तमस्ति. ससजुषो रुः इत्यनेन स स्थाने रु आदेशः, पुरुषायोगः रु योगः गच्छन्ति. अत्र रु इत्यस्य उकारस्य इत्संज्ञालोपः इत्युक्ते वयम् एतत्तु पूर्वमपि दृष्टवन्तः. अतः अत्र रेपः एव भवति, पुरुषायोगः रेपः योगः गच्छन्ति. अग्रे भो भगो अघो अपूर्वस्य योषि इत्यनेन अकारोत्तरस्य रुशब्दस्य रेफस्य यकारादेशः अशिपरे. इदानीमत्र आकारोत्तरस्य, आं महोदय क्षम्यताम्, आकारोत्तरस्य रुशब्दस्य रेफस्य यकारादेशः अशिपरे. इदानीमत्र पुरुषा योगः रेपः योगः गच्छन्ति. रेपः तु रुशब्दस्य रेपः, तस्य अनन्तरं गकारः अस्ति, तत्तु अश् प्रत्याहारस्य वर्णः. रेपस्य पूर्वं दीर्घ आकारः अस्ति, अतः भो भगो अघो अपूर्वस्य योषि इत्यनेन अत्र रेपस्य स्थाने यकारादेशः भवति, अतः पुरुषाय योगः गच्छन्ति। इदानीं लोपः शाकल्यस्य इत्यनेन अत्र सूत्रं किं वदति, संक्षिप्तरूपेण वदामि, भो भगो अघो इति शब्दत्रयम् अस्ति, अनन्तरम् अपूर्वस्य इति यथा लोपशाकल्यस्य आसीत् अपूर्वस्य, अपूर्वस्य इति एव स्वीकर्तव्यमस्ति, अपूर्वस्य यः अशि, तर्हि अत्र अपूर्वः यः अस्ति, अश्प्रत्याहारे पूर्व अनन्तरम् अस्ति इति कृत्वा इति कृत्वा एव तत्र यकार तत्र रेफस्य तत्र रु इति अनुवृत्तिः अस्ति, रु इत्यस्य यकारादेशः भवति, तत्र अपूर्वस्य रेफः यः इति अस्ति, अपूर्वस्य रेफः यः अशि इति अस्ति। अस्तु अग्रे भूत्वा अत्र पुरुषाय योगः गच्छन्ति, इदानीं अत्र लोपः शाकल्यस्य इत्यनेन अपूर्वयोः पदान्तयोः वकारयकारयोः लोपः विकल्पेन भवति अशिपरे। एतत् अत्र पुरुषाय योगः गच्छन्ति इत्यस्मिन् अत्र यकारः पदान्ते अस्ति, तस्मात् पूर्वं दीर्घ आकारः अस्ति, अतः अपूर्व यकारः, अनन्तरं परः अश्वर्णः गकारः अस्ति, परन्तु हलि सर्वेषाम् इत्यनेन हलिपरे अयं यकारलोपः नित्यः। यद्यपि अत्र लोपः शाकल्यस्य इत्यस्य प्रसक्तिः अस्ति, परन्तु अत्र अन्यत् सूत्रमस्ति हलि सर्वेषां, तद्वदति हलिपरे यकारलोपः नित्यः भवति इति, अतः अत्र यकारस्य लोपः भूत्वा पुरुषा गच्छन्ति इति रूपं भवति, तत्तु एकमेव रूपं नित्यमपि, विकल्पः नास्ति अत्र। हा समीचीनं, हलि सर्वेषाम् इति सर्वेषाम् इत्युक्ते सर्वेषाम् आचार्याणां मतेन, सर्वेषाम् आचार्याणां मतेन हलिपरे अयं यकारलोपः नित्यः इति। अस्तु अग्रे महोदय, तर्हि एतावता फलितार्थः कः इति चेत् वकारयकारयोः लोपः विकल्पेन भवति अचिपरे, हशिपरे नित्यं न तु वैकल्पिकम्। हशि किमर्थं, यतोहि लोपः शाकल्यस्य इत्यनेन अशिपरे लोपः वैकल्पिकः, हलि सर्वेषाम् इत्यनेन हलिपरे नित्यम्। अश् इत्युक्ते अच् अपि च हश् मैनस् इति करोतु, अश् मैनस् अच्। अस्तु महोदय, अच् अश् प्रत्याहारे अच् अपि च हश् वर्णाः सन्ति, अतः अत्र अश् मैनस् त्यक्त्वा हश् भवति, हश् हलि अस्ति, अतः हशिपरे चेत् लोपः नित्यः। इदानीं तु वयं एतदेव दृष्टवन्तः अत्र, अत्र यद्यपि लोपः शाकल्यस्य इत्यस्मिन् सूत्रे अश् परः अस्ति चेत् यकारवकारयोः लोपः विकल्पेन भवति इति, परन्तु एतत्तु अचिपरे एव भवति, हशिपरे तु एतत् का लोपः नित्यं भवति हलि सर्वेषाम् इति सूत्रेण अस्ति। अत्र अश् प्रत्याहारे अच् अपि च हश्, यदि अच् त्यक्त्वा हश् एव भवति, अश् हलि अस्ति, अतः अशिपरे लोपः नित्यः भवति हलि सर्वेषाम् इत्यनेन। अग्रे गत्वा अत्र खरिपरे का गतिः, खर्प्रत्याहारः कुत्र अस्ति, हलि अस्ति, किन्तु हसि नास्ति, असि नास्ति खलु। आं महोदय, खरिपरे का गतिः, खरिपरे इयं परिस्थितिः न सम्भवति, यकारः न उदेति एव, पुरुषास् योगः चरन्ति, ससजुषोरुः इत्यनेन सस्थाने रु खरवसानयोर्विसर्जनीयः इत्यनेन पदान्तस्य रेपस्य स्थाने विसर्गः भवति करिपरे. पुरुषाः योगः चरन्ति. संहितायां विषये विसर्गस्य सकारः पुरुषास् योगः चरन्ति. अनन्तरमत्र स्तोः श्चुना श्चुः इत्यनेन श्चुत्वं भूत्वा पुरुषाश्चरन्ति इति रूपं सम्भवति. अत्र तु चिन्तनं सामान्यचिन्तनम् अस्ति. इदानीं खरिपरे तु लोपः शाकल्यस्य इत्यस्य कार्यं न भवति एव. किमर्थं चेत् अत्र खर् प्रत्याहारः यथा भवान् उक्तवान् अश्प्रत्याहारे नास्ति. अतः लोपः शाकल्यस्य इत्यस्य प्रसक्तिः एव नास्ति. परन्तु यदि यदा वयं पूर्वं दृष्टवन्तः पुरुषयोगः जस् योगः गच्छन्ति, अत्र पुरुषास् योगः गच्छन्ति भवति. इदानीं पुरुषास् योगः चरन्ति भवति. च इति खर् प्रत्याहारे अस्ति. अत्र प्रथमं ससजुषो रुः इत्यनेन पदान्तस्य सकारस्य रुत्वं भवति. अनन्तरं रुत्वं उपदेशे अजनुनासिक इत्यस्य लोपः इत्यनेन रेपः रेपः अत्र पदान्ते अस्ति. अतः खरवसानयोर्विसर्जनीय इत्यनेन अत्र अत्र रेपस्य स्थाने विसर्गः आदेशः भवति. पुरुषाः योगः चरन्ति भवति. अनन्तरं विसर्गसन्धिं भूत्वा सन्धिः भूत्वा अत्र विसर्गस्य स्थाने सकारः अपि च स्तोः श्चुनाश्चुः इत्यनेन सकारस्य चकारस्य प्रभावेन चकारप्रभावेन अत्र तालव्यशकारः भूत्वा पुरुषाश्चरन्ति इति रूपं सम्भवति. हा सुन्दरम् अस्तु, बहु समीचीनमस्ति. अन्ततः गत्वा अन्तिमभागं पठित्वा अनन्तरम् आगच्छामः. अन्यच्च हलिपरे यकारस्य का गतिः इत्युक्तम्. अधुना हलिपरे वकारस्य का गतिः? हलिपरे वकारो न भवति एव इति कृत्वा वकारस्य चिन्तनम् अलम्. वकारान्तपदम् इति तु तादृशं किमपि नास्ति. तदा सन्धिक्रमेपि तादृश्यं किमपि कार्यं नास्ति यस्मात् वकारः सम्भवेत्. इदानीं तु वयम् अत्र पदान्ते यकारः अस्ति चेत् किं भवति, अच्परे हष्परे खर्परे इति दृष्टवन्तः. अधुना चिन्तनमस्ति हलिपरे वकारस्य का गति इति चिन्तनं भवति. अत्र वकारान्तपदं एतादृशं वकारान्तपदं तु नास्ति एव. अतः तस्य चिन्तनस्य प्रसक्तिः न भवति एव इति दत्तमस्ति अत्र. अतः नाम आहत्य तत्र वकारस्य तु न भवति एव, यकारस्य तु हसि एव भवति, किन्तु हलि वदामश्चेत् तत्र न दोषः. अतः आहत्य गीताप्रवेशे यद् लिखितमस्ति तत्र नाम बालस्य सुबोधार्थं समीचीनमेव इति एव अस्ति. हलिपरे नित्यम्, अचिपरे विकल्पेन इति यवलोपः इति एव अलम्. अस्तु समीचीनमस्ति. इतः अग्रे सरेम तर्हि. इदानीं विद्याभगिनी अग्रे तुगागमसन् इदानीं सन्धिद्वयम् अवशिष्टमस्ति. एतत् सर्वम् अवलोक्य अग्रिमे सप्ताहे अभ्यासः भविष्यति. अनन्तरं तथा अग्रे विसर्गसन्धिः. तुगागमसन्धि वा महोदय? विद्याभगिनी अग्रे तुगागमसन्धिः. श्रूयते वा? हा श्रूयते. अत्र पुस्तके नास्ति, सन्धिद्वयं पुस्तके नास्ति, किन्तु हल् सन्धिविषये आगच्छति इति कृत्वा. अस्तु. चेच्छ चकारे परे ह्रस्वस्वरस्य तुक् आगमो भवति. तुक् कित् अस्ति, अतः आद्यन्तौ टकितौ इत्यनेन यस्य आगमः अस्ति अत्र ह्रस्वस्वरस्य तस्य अन्ते आयाति. चे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रं. ह्रस्वस्य पिति कृति तुक् इत्यस्मात् ह्रस्वस्य तुक् इत्यनयोः अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ह्रस्वस्य तुक् चे च संहितायाम् अत्र तुगागमसन्धिः इति अस्ति चे च इति सूत्रं यदि ह्रस्वस्वरः अस्ति तस्मात् परे चकारः अस्ति चेत् ह्रस्वस्वरस्य तुक् आगमः भवति अत्र तुक् इति कित् अस्ति इति कारणेन आद्यन्तौ टकितौ इति परिभाषासूत्रम् आगच्छति अत्र कित् इति कृत्वा आगमः आदौ आगच्छति अन्ते आगच्छति क्षम्यताम् अन्ते आगच्छति इति कृत्वा ह्रस्वस्वरस्य अन्ते तुक् आगच्छति चकारे परे अत्र ह्रस् अनुवृत्तिसहितसूत्रमस्ति ह्रस्वस्य तुक् चे च संहितायां ह्रस्वस्य तुक् आगमः चे इति सप्तम्यन्तं चे सप्तम्यन्तम् इत्युक्ते पूर्वकार्यं च संहितायाम् इति अस्ति सूत्रम् सर्वे अवगच्छन्तु ये अस्माकं व्याकरण वर्गे न सन्ति तत्र ह्रस्वस्य तुक् तत्र केवलं तकारः अवशिष्यते तकारः उकारककारयोः अवस्थानं नास्ति तर्हि ह्रस्वस्य ह्रस्ववर्णस्य अनन्तरं तकारः आगच्छति कदा चकारे परे चकारः अनन्तरम् अस्ति चेत् पूर्वं ह्रस्वस्वरः अस्ति चेत् ह्रस्वस्वरस्य अनन्तरं तकारः आगच्छति उदाहरणमस्ति किं विद्याभगिनी यथा यथा वृक्षस्य छाया समासे कृते वृक्षयोगः छाया इदानीं वृक्षयोगः छाया अत्र वृक्ष इति अन्ते अकारः ह्रस्वस्वरः अनन्तरं छाया इत्यस्मिन् आदौ चकारः इति कृत्वा अत्र चे च इत्यस्य प्रसक्तिः ह्रस्वस्वरस्य तुक् आगच्छति स्वरस्य अनन्तरम् इति कृत्वा वृक्षयोगः त योगः छाया इदानीं त इत्यस्मात् परे चकारः अस्ति चकारः स्तोःश्चुनाश्चुनु स्चुः इत्यस्य कार्यं भवति अत्र चकारस्य प्रभावेन तकारस्य स्थाने चकारः आगच्छति इति कृत्वा वृक्षयोगः च योगः छाया वृक्षच्छाया सुन्दरं बहु समीचीनमस्ति अस्तु इदानीम् अग्रे सरेम किञ्चित् म्यूट् करोमि भगिनि हा सरला भगिनी आगच्छतु स्टार् सिक्स् श्रूयते आम् पदान्तात् द्वावा दीर्घात् पदान्तात् छे परे तुक्वा स्यात् पदान्तात् पञ्चम्यन्तं वा अव्यपदम् द्विपदं सूत्रं छे च इत्यस्मात् छे इत्यस्य अनुवृत्ति दीर्घात् इत्यस्य पूर्णतया अनुवृत्ति ह्रस्वस्य पितिकृति तुक् इत्यस्मात् तुक् इत्यस्य अनुवृत्ति संहितायाम् इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं दीर्घात् पदान्तात् तुक् छे वा संहितायां दीर्घपदान् पदान्तात् पदम् अस्ति तस्य दीर्घ अन्ते दीर्घ स्वर अस्ति दीर्घस्वर अस्ति तस्य परे छकार अस्ति तत्र तुक् आगम भवति दीर्घात् अनुवृत्तिसहितसूत्रम् अस्ति दीर्घात् आगम भवति अत्र कः भेदः अस्ति अग्रे पूर्वम् आसीत् छे च अत्र अस्ति पदान्ताद् वा अत्र भेदः कः पूर्वं छे च तत् ह्रस्वस्वर अस्ति तत् चकारस्य पूर्व पदान्ते न उक्तमस्ति तत्र पदान्ते इति न उक्तं, किन्तु पदान्ते अपि तत्र संहितायां भवितुमर्हति स्म, वस्तुतः तादृशी तादृशं न स्यात्। किन्तु अत्र अत्र एकम् एकमस्ति ह्रस्वस्य, ह्रस्वस्य तुगागमः, अत्र दीर्घस्य। अन्यत् किमस्ति अत्र पदान्तात् वा? आमां विकल्पेन भवति अत्र। हा, अत्र विकल्पेन, उदाहरणं पश्यतु। मात्रा योगच्छन्द पदान्ताद्वा इति मात्रा छन्द अथवा मात्रा योगतुक् योगच्छन्द छन्द भवति। स्तोष्णाष्टुः मात्रा च छन्द मात्रा छन्द अथवा मात्रा छन्द। अत्र मात्रा छन्द अस्ति, तस्य पदान्ते अन्ते दीर्घस्वर आकार अस्ति इति कारणे पदान्ताद्वा इति सूत्रेण छकार तस्य परे अस्ति, आकारस्य परे तुक् आगम आगच्छति विकल्पेन। मात्रा तुक् छन्द भवति अत्र, एकं पक्षे भवति मात्रा छन्द केवलं वर्णमेलनम् अस्ति, द्वितीयछन्दे तुक् आगम आगत्य तस्य अनन्तरं स्तोष्णाश्चुः इति सूत्रस्य कारणेन तकारस्य स्थाने चकार आगच्छति, मात्रा छन्द इति निष्पन्नं भवति। द्वे रूपे भवति, भवतः मात्रा छन्द वा मात्रा छन्द। हा हा, समीचीनमस्ति। अस्तु, अग्रे अन्तिमम् अस्ति, राजी भगिनी तत्र पठितुम् इच्छति वा? स्टार् सिक्स्। आं महोदय। द्वित्वम् अनचीच्छ अचः परस्य यरो द्वे वास्तः न त्वचि न अच् अनचित्र केवलम् अनुवृत्तिसहितसूत्रम् अचः यरः द्वे वा अनचि च संहितायाम्। अतः कः अचः परस्य यरो द्वे वा स्तः न त्वचि न तु अचि? अच् प्रत्याहारस्य यर् परस्य अच् प्रत्याहारस्य अनन्तरं यर् प्रत्याहारः अस्ति चेत् अस्ति चेत् अस्ति चेत् तस्य द्वित्वं क्रियते द्विवारं द्वे भवति न अचि परे न अचि। हा हा, बहु समीचीनमस्ति। अग्रे उदाहरणं पश्यतु। सुधि योगः उपास्यः इको यनचि इत्यनेन सुध्य योगः उपास्यः अनचि च इति सूत्रेण इत्यनेन यरः वा द्वित्वं सुध्य योगः उपास्यः यरः वा द्वित्वम् इत्युक्ते विकल्पेन द्वित्वम्। आम्, विकल्पेन द्वित्वं भवति, सुध्य धकारः द्वित्वं भवति, योगः उपास्यः जलां झसि इत्यनेन झस्त्वं सुध्य योगः उपास्यः सुध्युपास्यः अथवा युपास्यः। अत्र सुधि ईकारयोगः उकारः इको यनचि यनीय इति सूत्रेण सुध्य इति भवति, सुध्य योगः किं जातमस्ति ईकार उकारयोः यकारः भवति, ईकारस्थाने एकवर्णानां ज्ञानं भवति अचि परे, तत्र ईकारस्य स्थाने यकारः यकारः आदेशः भवति। देन् अनचि च इति सूत्रेण यरः इत्यनेन यरः वा द्वित्वं यर् प्रत्याहारः अस्ति चेत् विकल्पेन द्वित्वम् आयाति। अत्र निमित्तानि कानि सन्ति अत्र अनचि च इति सूत्रस्य? निमित्तानि अचि परस्य यर् आदेशः अचि वर्णस्य अत्र प्रकृतस्थितौ के के वर्णाः कानि निमित्तानि? उपास्य उकारः अचि वर्णः अस्ति, यकारः यर् प्रत्याहारे अस्ति न क्रमेण द्रष्टव्यमस्ति. किमस्ति उकारस्य अनन्तरं कः वर्णः अस्ति? उकार अनन्तरं पकारः. उकारस्य अनन्तरं कः पावर्णः अस्ति किल? हल् वर्ण उपास्यः. उपास्य अनन्तरम् अत्र शुद्ध्य योग योगः उपास्यः. अत्र सकारोत्तर उकारः इति प्रथमतया अच् वर्णे अस्ति, अच् प्रत्याहारे अस्ति उकारः. अनन्तरम् अग्रिमवर्णः कः? अग्रिमवर्णः धकारः. ध ध ध धकारः यर् प्रत्याहारे अस्ति. यवरला यमगणनं झभै घरदश जपगरदश कप चटौ कपै शशसर् इति तत्र सर्वे तत्र ह विहाय हकारं विहाय सर्वे हल् वर्णानि. कृत्वा अनन्तरं कः वर्णः अस्ति? यकारः अस्ति. हा यकारः अच् वर्णः अस्ति वा? न. इति कृत्वा अनचि न तु अचि अनचि अनचि इति तु यकारः अच् नास्ति. तर्हि ऊध य इति क्रमेण अस्ति. ऊध य उकारः इति अच् धकारः इति यर् य इति अनच् अनच् इति कृत्वा वा द्वित्वं विकल्पेन द्वित्वं धकारस्य द्विवारम् उच्चारणं शुद्ध्य शुद्ध्य उपास्यः. अनन्तरं जलां झषसि इति किमस्ति? जलां झषि इत्यनेन झस्त्वं भवति धकारस्य स्थाने मृदु धकारः भवति. धास्थाने ध भवति. हा अत्र निमित्तानि कानि इति लक्ष्मी भगिनी वदतु. स्टार् सिक्स् जलां झषसि महोदय. अत्र किमस्ति? झलां झषसि अपदान्ते झस्त्वम् इति सूत्रं तथा. अत्र झल् झल् वर्णः कः? यकारः. यकारः झल् वर्णः. न अत्र झलां झष् यकारस्य झषादेशः भवति वा? कस्य वर्णस्य झषादेशः? झल् वर्णस्य. न अत्र उदाहरणे कस्य झष्त्वं भवति अत्र? कस्य झष्त्वं कुत्र परिवर्तनं जातमस्ति? राजेन्द्रमहोदय स्टार् सिक्स् अस्तु अन्म्यूट्. महोदय श्रूयते वा? हा वदतु. अत्र किं किम् अस्ति जलां झषि? अत्र निमित्तम् अस्ति प्रथम ध तत्र जल प्रत्याहारे अस्ति, तत् अनन्तरं झषि अस्ति परे द्वितीय ध, तत् कारणात् तत् प्रथम धस्य झष् आदेशः भवति, दकारः भवति. हा नाम तृतीयसदस्य आदेशः. हा झल् प्रत्याहारे ध, तदनन्तरं यः वर्णः स च ध अस्ति, पुनः ध झषि अस्ति. झष् झष् झष् इत्युक्ते तत्र तृतीयसदस्यः चतुर्थसदस्यश्च इति कृत्वा हा बहु समीचीनमस्ति महोदय. तत्र ध अस्ति अन्य अस्य प्रभावेन तत्र प्रथमधकारस्य स्थाने तृतीयसदस्य आदेशः झष्त्वम् इति कृत्वा द भवति. अस्य कृते सु द ध य अपि च एतत् सर्वं विकल्पेन भवति अनचि च. तर्हि शुद्ध्युपास्यः शुद्ध्युपास्यः इति रूपद्वयमस्ति, समीचीनमस्ति इति हल् इति हल्सन्धिः समाप्तः अस्ति. अस्तु, बहु समीचीनम्, अभिनन्दनानि सर्वेषां. हल्सन्धिः समाप्तः अस्ति. अग्रिमे सप्ताहे तत्र अभ्यासः भविष्यति, कथा अपि अस्ति. तत्र पुस्तकस्य अन्तिमभागे तत्र अभ्यासाः सन्ति, अनन्तरं आरम्भस् तत्र भागे तत्र कथा अस्ति. सर्वे पश्यन्तु, एतत् परिसमाप्य ततः अग्रे तिसर्गसन्धिः भविष्यति. धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः महोदय. धन्यवादः. नमस्कारः. धन्यवादः.